पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 12 शौनक उवाच केन पुण्येन भोसूद चान्येन गदपादकः नरो यादिहरे स्थानं तद्वदस्वानुकम्पया सूद उवाच ब्राह्मणस्य धनैः प्राणान् प्राणैर्वापि द्विजोत्तम रक्षां करोति यो मर्त्यो विष्णुलोकं स गच्छति पुरा राजा दीननाथो द्वापरे संज्ञके युगे आसीदपुत्रो बलवान् वैष्णवः सदु याचकः एकदा गालवं राजा पप्रच्च विनयान्वितः केन पुण्येन जायेत पुत्रो वै करुणार्णव वदस्व मुनिशार्दूल करिष्यामि तवाज्ञया येषां नृणां नास्ति सुतो जीवनं हि निरर्थकम् गालव उवाच राजन् शृणुष्वा वहितो यत्पृष्ठोऽस्मि तवाग्रतः कथयामि समासेन पुत्रस्योद्भवकारणं क्रतुं च नरमेधाख्यं कुरुष्व राजसत्तम तदा ते सन्तदिस्याद्वै सर्वलक्षणसंयुधा राजोवाच नरमेधं महायज्ञं यज्ञानां प्रवरं द्विज कीदृश्यं नरमानीय करिष्यामि गुरोवद गालव उवाच सुन्दराङ्गस्सुवदनसमस्तशास्त्रविद्भवेद सत्कुले यदि जादा स तदा यज्ञाय कल्पते अङ्गहीनः कृष्णवर्णो मूर्खो योग्यो भवेन्न हि इत्युक्ते गालवे विप्र स राजा मनुजेश्वरः प्रेषयामास दूताश्च कथयित्वा मुनेर्वचः द्रविणं बहु दत्त्वा च गालव प्रमुखान् द्विजान् यज्ञार्थे वरयामास समस्तशास्त्रपारगान् ततो राजाज्ञया दूताः देशं देशं मुदागताः ग्रामे ग्रामे द्विजश्रेष्ठ पत्तनेऽपि समाहिताः कुत्रापि न प्राप्तवन्तो गदा जनपदं तदः नाम्ना दशपुरं विप्रकीर्णं गुणिभिर्द्विजैः यत्र नारी सुकेशीश्च मृगशावकचक्षुषः दृष्ट्वा मुह्यन्ति पुरुषाश्चन्द्रमुख्यश्च तायतः तस्मिन् पुरे मनोरम्ये कृष्णदेव इति द्विजः आसीत् पुत्राय स्त्रिभिः सार्धं भार्यया च सुशीलया वैष्णवः प्रियवादी च विष्णु पूजारदः सदा साग्निकः पितृभक्तश्च वैष्णवानां प्रियङ्करः प्रार्थनां चक्रुरधदे राज्ञो दूताद्विजोत्तमं पुत्रं देहीति देहीति वद ब्राह्मणसत्तम नास्ति राज्ञो द्विजश्रेष्ठ पुत्रसन्तापनाशनः तदर्थं नरमेधाख्ये यज्ञे भवसदीक्षितः नेष्यामस्तव पुत्रं वै बलिं दातुं महाक्रतौ सुवर्णानां च दुर्लक्षं ब्रह्मन्नयसमाहितः सुखेन यदि दातव्यो नो पुत्रः पुत्रलालसाद तदा बलेन नेष्यामो राज्ञाज्ञाकारिणो वयं दूतानां वचनं श्रुत्वा ब्राह्मणौ शोकविह्वलौ अभूतां विगदप्राणा विव संशयमानसौ किं धनेन सुवर्णेन जीवनेनापि सत्मना प्रोवाचेदं वजसोऽपि ब्राह्मणो राजपूरुषान् ब्राह्मण उवाच यदि दूतासमानेदुं पुत्रं शोकतमोपहम् आगदा निश्चितं यूयं शृणुध्वं वचनं मम स्थित्वा पृथिव्यां को भ्रष्टां राजाज्ञां कर्तुमिच्छति पुत्रं हित्वा किन्तु यूयं वृद्धं मां नयदद्विजम् इति तस्य वच श्रुत्वा दूधा क्रोधसमन्विताः बलात्कारेण तद्गेहे सुवर्णानि च तत्यजुः यदा नेदुं मनश्चक्रुस्तत्पुत्रं किल ते क्रुधा बद्धाञ्जलि पुडो भूत्वा रुदन् प्रोवाच सद्विजः पुत्राणां ज्येष्ठपुत्रं मे हित्वान्यं पुत्रमुत्तमं नयते दिवजो वक्तुं वक्त्रेणायादिहे जनाः द्विजस्य वचनं श्रुत्वा ब्राह्मणीं रुदधीं सदीं प्रोजुर्दूदाकनीयांसं पुत्रं देहीति सत्तम तेषामिति वच श्रुत्वा ब्राह्मणी भूमितस्तदा पपादवात्यया सार्धं रम्भेव भृशदुःखिनी मुद्गरं सा समादाय मौलौ चाताडयद्बलाद कनिष्ठं मत्सुदं दूदा नापि दास्यामि सर्वथा एतस्मिन् समये विप्रविप्रस्य मध्यमः सुतः प्रोवाच विनयाविष्ठप्रणम्य पितरौ रुदन् माता यदि विषं दद्यात् पित्रा विक्रीयते सुतः राजा हरदि सर्वस्वं कस्तत्र पालको भवेद् इत्युक्त्वा तत्सुदो मूर्ध्ना प्रणम्य पितरौ सह दूदैर्जगामत्वरितैराज्ञोऽस्य दीक्षितस्य च अथ तौ ब्राह्मणौ पुत्र विच्छेदक्लिष्टमानसौ रुदित्वा च रुदित्वा च अन्धभावं प्रजग्मधुः अथ ते पद्य गच्छन्त विश्वामित्रमुने किल आश्रमं शिष्ययुक्तं च सेविदं मृगशावकैः स मुनी राजपुरुषान् दृष्ट्वा पप्रच्छ सादरम् के यूयं को कुत्र गता यथा का वृत्तिरुच्यताम् राजदूदावूजुः शृणुष्वावहितो विप्र राज्ञपुत्रो न जायते तदर्थं नरमेद्धाख्ये यज्ञे राजा सुदीक्षितः नयामस्तत्र बिल्ल्यर्थमिमं ब्राह्मणपुत्रकम् इति तेषां वचः श्रुत्वा स विप्रसदयोऽभवद् प्राणा ममापि गच्छन्तु सुखी भवतु बालकः बालकार्थे द्विजार्थे च स्वाम्यर्थे ये जना इह त्यजन्ति तृणवत्प्राणांस्तेषां लोकाः सनातनाः विमृश्येदि मुनिस्वां ते सप्रोवाच द्विजर्षभः यज्ञे बलिं समादातुमिमं ब्राह्मणबालकं हित्वा मां न यथाधाशुह्ययं बालक उत्तमः संसारे जन्म सम्प्राप्य न लब्धं सुखमत्र च अनेन बालकेनापि मरिष्यति कथं त्वयम् आगतेऽस्मिन् गृहादूता पितरावस्य दुःखितौ अदभाग्यौ गतो नूनं यमस्येव गृहं प्रति एवं तस्य वच श्रुत्वा दूताः प्रोचुरधद्विजं भूपालस्य विनाज्ञां वै दीननाथस्य भूसुर नेतुं त्वां पलितं प्राज्ञ नेष्यामो हि कथं वयम् एवमुक्त्वा च ते दूता जग्मो राज्ञः पुरीं तदा समुनिर्दूतसङ्घैश्च गतवान्यज्ञमन्दिरं राजानं कथयामासुर्दूता विप्रस्य चेष्टितं तच्छ्रुत्वा शङ्कितमना प्रोवाचेदं वचः सतम् मुने यद्यपि मे यज्ञे कृते पुत्रो भविष्यति बलिं विनापि भो ब्रह्मन् तदा विप्रसुतं नय मुनिरुवाच यज्ञे त्वया कृते राजन्महापुत्रो भविष्यति अत्र ते संशयो मा भूदमोखमपि दर्शनम् इति तस्य वच श्रुत्वा राजात्यन्तसहर्षकः चक्रे पूर्णाहुदिं यज्ञे समस्थैर्मुनिभिः सह अतातः स मुनिश्रेष्ठो ब्राह्मणस्य सुतं चतं गृह्य दशपुरं नाम नगरं गतवांस्तदा भवनं तस्य गत्वा च उक्तवान्वचनं मुनिः गृहे त्वं तिष्ठसे विप्र तिष्ठामि मृतवन्मुने राजा बलेन मे पुत्रं नीतवान् किं करोम्यहं पुत्रे गते जभो विप्र दम्पत्यो रावयोः पुनः गतानि चान्दभावं वै क्रन्दनैर्लोचनान्यपि अधासौ मुनिशार्दूलपुत्रं पश्य नयेति च उक्तवांस्तौ यदा विप्रब्राह्मणौ जातहर्षकौ पुत्राया कारणं कृत्वा गदा वेदौ बहिक्षणात् मुनेर्वचनसिद्धित्वात् तत्क्षणं लोचनं तयोः आलोकं तु गदं तूर्णं पुत्रस्य दर्शनादपि पुत्रस्य मुखपद्मं तौ लोचनैरलिसंनिभैः पीत्वा मुनिं चिरं तं च नमस्कृत्य पुनः पुनः प्रोच दुर्वचनं विप्रा ब्राह्मणौ प्रियवादिनौ अहो मुने जीवदानमावयोः सुकृतं किल तयोरेव वच श्रुत्वा स मुनिकरुणार्णवः दत्वा शिष्यं चदौ विप्र जगाम निजमाश्रमं मुनिकरगदं चैव कृत्वा विष्णोः परं पदं तपस्तेपे महाभोगो दैवतैरपि दुर्लभं किञ्चित् काले गते विप्र तस्य राज्ञो भवत्सुदः सुन्दरो राजयोग्यश्च इन्दुः क्षीरनिधाविव पुत्रोत्सवे सोऽपि विप्र राजा दत्त्वा दधानि वै बुभुजे देववद्भूम्यां विशोको जातकौतुकः विप्रान् पालयदे यस्तु प्राणान् दत्त्वा धनान्यपि स यादि विष्णुभवनं पुनरावर्ति दुर्लभं पठन्ति येत्र भक्त्या च शृण्वन्ति विप्रथकथाम् आख्यानं श्लोकमेकं वा गच्छन्ति विष्णुमन्दिरम्। इति श्रीपद्मे महापुराणे सुदशौनकसंवादे ब्राह्मणपालनं नाम द्वादशोऽध्यायः। ॐ